अगजानन पद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः गुरवे सर्वलोकानां विषये भवरोगिणां निदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः अष्टाध्यायी जगन्माता यस्य चित्तात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः येन धौता गिरपुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः हरिः ओम्। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः, तत्र नूतनविषयः अस्ति, तत्र कर्मणि प्रयोगः इति। तस्मिन् विषये वयं किञ्चित् पठितवन्तः, अपि तत्र परिचयं प्राप्तवन्तः गतवर्गे। तत्र साधारणरूपाणि अपि, तत्र प्रक्रिया का इति तत्र उक्तमस्ति पुटसङ्ख्या 119-120 मध्ये। अतः एकवारं तत्र केवलं तत्र उदाहरणानि स्वीकृत्य एकवारं पुनस्मरणार्थं तत्र पठामः। तदनन्तरं तत्र मूलपाठे तत्र किञ्चित् पठितवन्तः पूर्वम्, अतः केवलं तत्र प्रायशः परिच्छेदद्वयम् इति एव करणीयमस्ति इति मन्ये, तत् कृत्वा अग्रे सरामः। अतः तत्र आदौ तत्र उदाहरणत्वेन तत्र किञ्चित् वदति वा, तत्र उदाहरणवाक्यं दत्वा तत्र कर्तृप्रयोगे नियमाः के इति। तत्र अस्तु, तत्र शोभा भगिनी, कर्तृप्रयोगे नियमाः के, वाक्यम् उदाहरणवाक्यम् उक्त्वा नियमाः के इति वदति वा? आं महोदय, तत्र पेज् 120 मध्ये किल, किन्तु भवत्याः वाक्यम् एव, अन्यत् वाक्यं किमपि स्वीकरोतु, किञ्चित् वदतु तत्र। अस्तु, तत्र सीता शालां गच्छति इति वाक्यमस्ति चेत् तत्र कर्तरिप्रयोगे अस्ति, अपि च तत्र एकं द्वे एकम् इति नियमः अस्ति, इत्युक्ते तत्र कर्तृपदं प्रथमविभक्तौ भवति, कर्मपदं द्वितीयविभक्तौ भवति, अपि च क्रियापदं कर्तारम् अनुसृत्य भवति। अतः तत्र सीता इति एकवचने अस्ति चेत्, अपि अस्ति इति कृत्वा गच्छति इति एकवचने प्रथमपुरुषे भवति। क्रियापदम् अपि कर्तृपदं यदस्ति तयोः मध्ये केषु विषयेषु सम्बन्धः वर्तते? तयोः मध्ये वचनयोः सम्बन्धः भवति। पुरुषवचन तय तत्र केषु विषयेषु सम्बन्धः वर्तते, लिङ्गस्य किमपि विषय लिङ्गस्य तत्र लिङ्गस्य विषयं नास्ति एव। समीचीनं भगिनि, उत्तमं। अस्तु, इदानीम् अग्रे तत्र अन्य कोऽपि, तत्र उषा भगिनि, तत्र कर्मणि प्रयोगे नियमः के इति वदति वा? आं महोदय, एकनिमिष, तत्र नरेश महोदय नमस्कारः, ललिता भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः। पुटसङ्ख्या तत् अस्ति तत्र प्रायशः 119-120 तत्र स्मः, कर्मणि प्रयोगः। कर्मणि प्रयोगः महोदय, उदाहरणमस्ति छात्रेण श्लोकः पठ्यते इति, छात्रेण तत्र कर्तृपदं तृतीयविभक्त्यन्तं भवति, क्रियापदं कर्मपदं प्रथमाविभक्त्यन्तं भवति, अपि च क्रियापदं कर्तृपदम् अनुसृत्य प्रथमा न छात्रेण क्षम्यतां महोदय, छात्रेण श्लोकः पठति, छात्रेण पठ्यते, छात्रः श्लोकं पठति, छात्रेण श्लोकः पठ्यते, छात्रेण तृतीया विभक्त्यन्तम् अस्ति, क्रियापदम् अपि कर्तृपदम् अनुसृत्य पुनः कर्मणि प्रयोगे एकम् एकं न महोदय त्रीणि एकम् एकम् इति अस्ति अस्तु तत्र किं किम् अस्ति त्रीणि नाम किम् त्रीणि तृतीयविभक्त्यन्तम् अस्ति कर्तृपदम् कर्तृपदं तृतीयविभक्त्यन्तम् अस्ति कर्मपदं प्रथमाविभक्त्यन्तम् अस्ति क्रियापदम् अपि प्रथमाविभक्त्यन्तम् अस्ति कर्मपदम् क्रियापदं भगिनी तत्र पुनः वदतु तत्र कर्मपदं प्रथमाविभक्त्यन्तम् अस्ति तदनन्तरं किम् अस्ति क्रियापदं महोदय अस्तु क्रियापदं क्रियापदं कर्मपदम् अनुसृत्य प्रथमाविभक्त्यन्तम् अस्ति क्रियापदस्य विभक्ति नास्ति खलु भगिनि अस्तु महोदय नाम अत्र एकं नाम क्रियापदं कर्मपदम् अनुसृत्य क्रियापदं भवति हा इति एव तावदेव वार्ता सत्यं हा अतः तत्र केषु विषयेषु अनुसरति वचनसम्बन्धः अपि च पुरुषसम्बन्धः हा इति एव हा समीचीनम् इति एव अपि च धातुः योगः यकार मध्ये तिष्ठति केवलं कर्मणि प्रयोगे ये नियमः इदानीं परिवर्तनस्य विषयः नास्ति केवलं तावदेव हा समीचीनं भगिनि उत्तमं हा अतः तत्र कर्तृपदं तृतीयविभक्त्यन्तं कर्मपदं प्रथमाविभक्त्यन्तम् अपि क्रियापदं कर्मपदम् अनुसरति वचने अपि पुरुषसम्बन्ध पुरुषे इति समीचीनम् उत्तमं भगिनि हा अस्तु इदानीं हर्षदा भगिनी इदानीं तत्र परिवर्तनं कर्तुम् इच्छामश्चेत् तत्र किं किं कस्य परिवर्तनं भवति कर्तरिप्रयोगे कर्ता प्रथमा मध्ये अस्ति तत् तृतीया मध्ये करणीयं कर्म द्वितीये मध्ये अस्ति तत् प्रथमे मध्ये करणीयं क्रियापदं ति प्रत्यय अथवा ते प्रत्ययः अस्ति तत्र मूलधातु अधिक य अधिकते इति आत्मनेपदी सदृशरूपकरणीयम् इति समीचीनम् इदानीं यदि महोदय वन मोर् थिङ्ग् यदि कर्मपदम् एकवचने अस्ति तर्हि क्रियापदम् एकवचने द्विवचने अस्ति क्रियापदं द्विवचने कर्मपदं बहुवचने अस्ति क्रियापदं बहुवचने इति करणीयम् अस्तु समीचीनम् अपि कर्मपदस्य कस्मिन् पुरुषे भवति तस्मिन् तादृशरूपमपि क्रियापदस्य रूपमपि करणीयम् आम् आम् समीचीनम् इदानीं तत्र मध्ये तत्र सप्तमी विभक्तिपदमस्ति अथवा षष्ठी विभक्त्यन्तं पदमस्ति चेत् तस्य परिवर्तनं भवति वा न भवति केवलं प्रथमा तृतीये मध्ये द्वितीया प्रथमे मध्ये हा अपि तत्र अन्यत् तत्र द्वितीया विभक्तिपदमस्ति तत्र उपपदविभक्ति इति तस्य तदपि तदेव तिष्ठति हा केवलं कर्मपदस्य केवलकर्ता केवलं कर्ता एवं कर्मपदं परिवर्तनीयं समीचीनं भगिनि हा तावदेव अस्ति अस्तु समीचीनं धन्यवादः भगिनि इदानीम् अग्रे तत्र सुजाता भगिनी एकवारं तत्र पठति इति रूपं कर्तृप्रयोगे तत्र कर्मणि प्रयोगे रूपं किं भवति पठति कर्मणि प्रयोगे पठ्यते भवति हा इदानीं तत्र नवरूपाणि एकवारं वदतु पठति पठ्यते पठ्येते पठ्यन्ते पठ्यस्य तत्र पेज् 120 दृष्ट्वा वदतु तत्र दृश् धातोः रूपाणि दत्तानि सन्ति साधारण आत्मनिपदि धातु इव तावदेव आत्मनेपदि धातु पठ्यते पठ्येते पठ्यन्ते पठ्यसे पठ्ये पठ्यद्वे पठ्ये पठ्यावहे पठ्यामहे इति एव अस्ति समीचीनं हा अस्तु आम् अतः तत्र पट् योगः ययोगः ते पठ्यते अपि तदनन्तरं केवलं यथा आत्मनिपदि धातूनां क्रियापदरूपाणि भवन्ति तथैव भवन्ति तावदेव अस्तु समीचीनम् इदानीं तत्र धन्यवादः इदानीं तत्र पेज् 120 मध्ये एव तत्र सेवते इति अस्ति, तत्र सेवते इति कर्तृप्रयोगे अस्ति, सेवति इति तस्य नवरूपाणि वदतु महोदय, क्रियापदस्य आत्मनिपदि धातुः अस्ति। मधु महोदय समीपे पुस्तकं नास्ति, प्रयत्नं करोमि। अस्तु, तत्र आत्मनिपदि धातूनां रूपाणि स्मरति वा? आम् चिन्तयामि, प्रयत्नं करोमि। सेवते, सेवेते, सेवन्ते, सेवसे, सेवद्वे, सेवेथे, सेवेथे, सेवद्वे, हा समीचीनं, सेवे, सेवावहे, सेवामहे, हा इति एव अस्ति महोदय। अस्तु, इदानीं तत्र सेवते इति सेव् इति मूलधातुः, इदानीं कर्मणि प्रयोगे सेव् योगः य योगः ते, नाम सेवते स्थाने सेव् य थे इति भवति, सेव्यते। अस्तु महोदय, सेव्यथे इति कर्मणि रूपं, सेवते कर्तरि, सेव्यते कर्मणि। इदानीं तत्र कर्मणि धातु स्वीकृत्य नवरूपाणि एकवारं वदतु। सेव्यते, सेव्येते, सेव्यन्ते, सेव्यस्य, सेव्येते, सेव्यद्वे, सेव्ये, सेव्यावहे, सेव्यामहे इति एव अस्ति। हा समीचीनं महोदय, हा अस्तु, धन्यवादः। अस्तु, इदानीं तत्र सर्वेषां पुनस्मरणं, तत्र अंशानां तत्र पुनस्मरणं जातम् इति मन्ये, अतः तत्र इदानीम् अग्रे गन्तुं शक्नुमः। अतः तत्र मूलपाठे तत्र सम्भाषणमस्ति, पेज् 116-117 मध्ये, तत्र वयं प्रायशः तत्र सर्वं पठितवन्तः, केवलं तत्र अन्तिमभाग तत्र प्रधानाचार्यः यत् वदति तस्य परिशीलनं करणीयम् इति मन्ये। अस्तु, तर्हि तत्र एकं भागं स्वीकृत्य किञ्चित् तत्र नरेश् महोदय किञ्चित् आरम्भं करोति वा, तत्र अन्तिमभागः प्रधानाचार्य 117 मध्ये। प्रधानाचार्यः निश्चयेन क्रियते संस्कृतस्य संस्कृतकार्यक्रमाय तस्याम् अपि महान् उत्साहः दृश्यते एव। तत्र अपि महान् तस्याम्, हा प्रायशः महोदय तत्र प्रायशः पङ्कजा इति तस् यद् दत्तमस्ति तद् वाक्यमपि एकवारं पठतु महोदय। किं वाक्यं? पूर्ववाक्यं, पूर्ववाक्यं पङ्कजा पूर्व गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षिकया साहाय्यं क्रियते किम्? हा इति वाक्यम् इदानीं तत् कर्मणि प्रयोगे अस्ति, इदानीं तत्र कर्तृपदं किं, कर्मपदं किं, क्रियापदं किम् इति एकवारं वदतु महोदय। अत्र अस्ति क्रियते, तत्तु क्रियापदम् अस्ति, हा कर्मणि प्रयोग क्रियापदं, समीचीनं। साहाय्यं कर्मपदम् अस्ति, हा समीचीनं। सङ्गीतशिक्षिकया तत् कर्तृपदम् अस्ति, कर्तृपदं, समीचीनं। हा अस्तु, उत्तमम्। इदानीं तत्र अन्यानि पदानि सन्ति वाक्ये, किन्तु केवलम् एतेषाम् एव परिवर्तनं करणीयमिति हर्षदभगिन्या उक्तं खलु, अतः एतानि पदानि स्वीकृत्य कर्मणि कर्तृरूपं किमिति वदतु। आम्, सङ्गीतशिक्षिका सहायं करोति किम्? हा इति एव अस्ति, हा अस्तु, इदानीं सम्पूर्णवाक्यम् एकवारं वदतु। गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च सङ्गीतशिक्षिका साहाय्यं करोति किम्? हा इति प्रश्नः। अतः तत्र नृत्यनिर्देशनाय, नृत्यस्य निर्देशनं कर्तुम् अपि गीतानां रागसंयोजनाय, संयोजनार्थमपि सा शिक्षिका या अस्ति सा साहाय्यं करोति वा करोति किम् इति प्रश्नः. अस्तु, अतः प्रधानाचार्यः किं वदति? प्रधानाचार्यः वदति निश्चयेन क्रियते. हा, तत्र क्रियते इति एव दत्तमस्ति, किन्तु तत्र कर्तृपदं कर्मपदम् उपयुज्य सरलवाक्यं वदतु तत्र. निश्चयेन करोति, क्रियते इति एव अस्ति, अतः तत्र प्रथमतया कर्मणि रूपं निश्चयेन क्रियते. निश्चयेन किं क्रियते, केन क्रियते, अथवा कया क्रियते इति वदतु. यतः उत्तरमस्ति खलु एतत् वाक्यं, निश्चयेन क्रियते. निश्चयेन सङ्गीतशिक्षिका शिक्षिकया साहाय्यं क्रियते. हा, इति एव अस्ति समीचीनं. हा, निश्चयेन सङ्गीतशिक्षिकया साहाय्यं क्रियते, अथवा निश्चयेन सा साहाय्यं करोति. निश्चयम् अस्ति. हा, समीचीनं. हा, इदानीम् अग्रे गच्छामः तर्हि. संस्कृतकार्यक्रमाय तस्याम् अपि महान् उत्साहः दृश्यते एव. हा, तत्र तस्याम् इति अस्ति, कस्यां? सङ्गीतशिक्षिकायां. हा, सङ्गीतशिक्षिका या अस्ति तस्याम् अपि किं दृश्यते? महान् उत्साहः दृश्यते. महान् उत्साहः दृश्यते एव. हा, इदानीं तत्र कर्तृरूपं कुर्मश्चेत् किं भवति? कर्तृरूपं संस्कृतस्य कार्यक्रमाय सङ्गीतशिक्षिकायाम् अपि महान् उत्साहं दृश्यते अस्ति. न, किन्तु दृश्यते इति कर्मणिरूपम् अस्ति, अतः तत्र दृश्यते कर्मणिरूपम् अस्ति, अतः कर्तृरूपं कर्तृ, तत्र क्रियापदं किं कर्तृरूपे? पश्यति. धातुः समीपे पश्यामि. हा, अस्तु, इदानीं तत्र प्रधानाचार्यः एव वदति इति चिन्तयतु, सः पश्यति इति, तत्र पश्यामि इति स्थापयति. पश्यामि. अस्तु, तर्हि वाक्यं किं भवति पुनः? संस्कृतकार्यक्रमाय सङ्गीतशिक्षिकायाम् अपि महान् उत्साहं पश्यामि एव. हा, तत्र उत्साहम् इति अस्ति महोदय, वाक्य महान् उत्साहः इति अस्ति, सम्बन्धः अस्ति वा? आम्, सम्बन्धः अस्ति, विशेषणविशेष्यम् अस्ति. हा, अतः उत्साहं रूपम् इति, उत्साहम् इति भवति चेत् महान् इति एव तिष्ठति वा? महन्तम्. हा, महन्तम् उत्साहम् अहं पश्यामि एव. समीचीनं महोदय. हा, उत्तमम्. अस्तु, इदानीम् अग्रे तत्र ललिता भगिनी अग्रे करोति वा? महोदय. वंशीसुधा भगिनी नमस्कारः. पुटसङ्ख्या अस्ति 117. 117, अस्तु महोदय, क्षम्यतां, किञ्चित् विलम्बः जातः, क्षम्यताम्. हा, चिन्ता मास्तु भगिनि. हा, नमस्कारः. अस्तु महोदय, पश्यामि. हा, ललिता भगिनी पठितुं शक्नोति वा? नो चेत् अपर्णा भगिनी पठितुम् इच्छति वा? आं महोदय, सुप्रभातम्. सुप्रभातं भगिनि. हा, नमस्कारः. तदर्थं मया सा सूच्यते. हा, इति तत्र कर्तृपदं कर्मपदं सूच्यते इति क्रियापदं कर्मणि अस्ति. तदर्थम् अहं तां सूचयामि. हा, इति समीचीनं. तदर्थम् अहं तां सूचयामि, समीचीनम्. हा, अग्रे. अस्माभिः सर्वैः ज्ञायते एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि. वयं सर्वे जानीमः एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि अपि भवति इति तावदेव अपि भवति अपि इति समीचीनम् अग्रे तस्मात् सवैभवं कार्यक्रमः आचर्यते तस्मात् सवैभवं कार्यक्रमम् आचरामहे तत्र आचरति इति अस्ति वा तत्र तत् न जानामि तत्र अस्माभिः अस्ति महोदय पूर्ववाक्ये अस्माभिः इति अस्ति सत्यं सत्यं पदं वयम् इति भवेत् सत्यं तत् तत् समीचीनं भगिनि केवलं तत्र आचर्यते इति तत्र आचरति अथवा आचरते इति तत्र आत्मनिपदी वा परस्मैपदी दातु वा इति मम मनसि क्लेशः परस्मैपदी महोदय चरति चरति वा आचरति आचर्यते इति आत्मनेपदी अस्ति अतः तत् आत्मनेपदी अस्ति किन्तु तत्र मूलधातु तत्र कर्तृप्रयोगे कर्तरिप्रयोगे आचरति वयम् इति स्थाने वयं सवैभवं कार्यक्रमम् आचरामः समीचीनं भगिनि तत्र सवैभवं नाम किं क्रियाविशेषणं वैभवेन सह वैभवेन सह समीचीनं तावदेव अस्ति अस्तु अग्रे अद्यत्वे संस्कृतेन कृताः कार्यक्रमाः जनैः श्लाघ्यन्ते अद्यत्वे संस्कृतेन कृतान् कार्यक्रमान् जनाः श्लाघन्ते जनाः श्लाघन्ते समीचीनं भगिनि उत्तमम् अस्तु समीचीनं धन्यवादः अग्रे तत्र इदानीं तत्र दीप्ति भगिनी अग्रे कर्तुं शक्नोति वा प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृतानुरागिभ्यः च मया आमन्त्रणं प्रेष्यते अत्र प्रेष्यते क्रियापदमस्ति कर्म क्रियापदम् कर्तरिरूपं भवति प्रमुखेभ्यः अभिभावकेभ्यः तत्र भगिनि एकनिमिषः भगिनि एकनिमिषः तत्र प्रेष्यते इति क्रियापदं कर्तृपदं कर्मपदं किं किम् इति एकवारं वदति वा कर्तृपदमस्ति मया तृतीया मध्ये अस्ति कर्मपदमस्ति आमन्त्रणं तत् आमन्त्रणविभक्त्यामस्ति समीचीनं भगिनि अस्तु इदानीं परिवर्त्य वदतु तर्हि अन्यत् विभक्त्या तदैव पदानि तदैव भवन्ति प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः असंस्कृतानुरागिभ्यः च अहम् आमन्त्रणं प्रेषयिष्यामि क्षम्यता प्रेषयामि प्रेष्यते मया प्रेष्यते तत्र प्रेषयिष्यामि प्रेषयामि प्रेषयामि प्रेषयामि समीचीनं तत्र संस्कृत अनुरागिभ्यः इति अस्ति तत्र प्रथमविभक्तौ रूपं किं भवति प्रातिपदिकं किं संस्कृतानुरागिभ्यः प्रातिपदिकं संस्कृतानुरागि प्रातिपदिकम् संस्कृतानुरागी एव रागी तत्र हलन्तपदं वा अजन्तपदं वा नकारान्त अस्तु अस्तु समीचीनं तत्र यस्मिन् अनुरागः संस्कृतस्य अनुरागः वर्तते इमि प्रत्ययः संस्कृत अनुरागी संस्कृत भाषायाम् अनुरागः यस्य अथवा यस्मिन् अस्ति सः अनुरागी संस्कृत अनुरागी हा समीचीनं भगिनि हा अस्तु अग्रे केचन प्रतिष्ठिताः अपि विशेषणं आहूयन्ते हा विशेषेण विशेषेण विशेषेण आहूयन्ते केचन प्रतिष्ठिताः तत्र कानचन प्रतिष्ठितान् केचन प्रतिष्ठिताः एतत् कर्मपदम् अस्ति आहूयन्ते क्रियापदम् अस्ति अहम् इति कर्म कर्तृपदम् अध्याहार अस्ति हा अतः तत्र किं कर्तृपदं भवति इति चिन्तनम् अहम् अथवा वयं हा तत्र प्रायश यत्र पूर्वस्मिन् वाक्ये मया इति आसीत् प्रायशः मया एव स्वीकर्तुं शक्नुमः तर्हि मया परिवर्तनं भवति अहं कानिचन प्रतिष्ठितान् अपि विशेषेण आह्वयामि समीचीनं हा आह्वयामि हा समीचीनम् अग्रे तेषां पूर्वतः चिताः सांस्कृतिककार्यक्रमाः प्रस्तूयन्ते तेषां पुरतः चितान् सांस्कृतिककार्यक्रमान् प्रस्तुतयामि हा तत्र प्रस्तूयन्ते तत्र स्तूधातुः तत्र प्रायशः तत्र स्तूधातुः किञ्चित् विशेषं तत्र स्तौति इति अस्ति कोऽपि स्मरति वा तत्र प्रथम उत्तमपुरुषे रूपं किम् इति तत्र स्तौति इति किमपि अस्ति किन्तु तत्र प्रथमपुरुषे किन्तु स्तवीमि भवति महोदय स्तवीमि स्तौमि हा अस्तु स्तौमि अस्तु हा अतः प्रस्तौमि अथवा बहुवचने भगिनि अहं चिन्तयामि प्रस्तुमः समीचीनं हा अस्तु समीचीनं महोदय केचन प्रतिष्ठिताः तस्य यदि द्वितीया भवति तर्हि कानिचन न भवति न इति अहं चिन्तयामि काञ्चन प्रतिष्ठितान् इति भवति उक्तवती इति मन्ये भगिनी कानिचन उक्तवती इति वा अस्तु अस्तु अस्तु अस्तु क्षम्यताम् अहं कानिचन श्रुतवती हा न हा अहमपि तस्मिन् विषये किञ्चित् मम मनसि भ्रमः आसीत् अतः तत्र सा उक्तवती काञ्चन इति एव सा उक्तवती अस्तु अस्तु अहं कानिचन श्रुतवती एतत् कारणे क्षम्यतां क्षम्यतां महोदय सावधानं सर्वेषां भवेत् समीचीनमेव अस्तु हा अतः इदानीं भगिनी तत्र तुमः प्रस्तुमः इति क्रियापदं स्वीकृत्य तेषां पूरतः सांस्कृतिककार्यक्रमान् प्रस्तुमः हा इति अस्ति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे तत्र शोभा भगिनी अग्रे करोति वा आं महोदय अन्ते च पुरस्काराः अन्ते च पुरस्काराः प्रदीयन्ते हा तत्र तत्र प्रदीयन्ते इति कर्मणि रूपे नास्ति किं महोदय प्रदीयन्ते इति स्थूलक्षरैः मम पुस्तके नास्ति भवत्याः पुस्तके स्थूलक्षरैः लिखितं वा न स्थूलाक्षरैः न लिखितं हा किन्तु तदपि कर्मणि रूपमेव खलु कर्मणि एव अन्ते च परिवर्तनं करोतु भगिनि तर्हि अन्ते च पुरस्कारान् तत्र दा इति धातुः दद्मः इति भवति, प्रदद्मः इति भवति वा महोदय? अन्ते पुरस्कारान् वयं प्रदद्मः, वयं प्रदद्मः. समीचीनम्. अपि च प्रतीकचिह्नानि प्रमाणपत्राणि च वितीर्यन्ते. अत्र प्रतीकचिह्नानि प्रमाणपत्राणि च तत्र तरति इति वितीर्य वितरणं, वितीर्यन्ते इत्युक्ते तत्र वितरयामः इति भवति वा महोदय? वितरति इति एव भवति खलु. किन्तु वयम् इति वदामः चेत् वितरामः वा? वितीर्यन्ते वितीर्यन्ते इति कर्मणि भवति. तरामः, वितरामः. तर्हि तत्र प्रतीकचिह्नानि प्रमाणपत्राणि च वयं वितरामः इति एव समीचीनम्. अपि च अग्रे वयं सर्वे सम्भूय संस्कृतसप्ताहम् आचराम. तत्र लोट् आचराम इति लकारः कः? लोट् लकारः. वयम् आचराम, समीचीनम्. कार्यक्रमं यशस्विनं च कुर्याम. तत्र कुर्याम इति विधिलिङ्ग्, बहुवचने उत्तमपुरुषे. कार्यक्रमं यशस्विनं च कुर्याम, तत्र परिवर्तनं किमपि नास्ति, कर्तरि एव अस्ति प्रयोगः. आचराम कुर्याम, अन्तिमद्वे वाक्ये तत्र कर्तरिप्रयोगः एव किल महोदय? वयं चिन्तयामि द्वे लोट् लकारः अस्ति, कुर्याम आचराम इति एव तत्र कुर्याम लोट् अस्ति वा? कुर्याम इति विधिलिङ्ग् एव अस्ति. कुर्याम इति विधिलिङ्ग् एव अस्ति महोदय, परस्मैपदी विधिलिङ्ग्. आचराम इति तर्हि आचराम लोट् एव इति मन्ये तत्र महोदय. तदपि तत्र पठाम इति अस्ति, पठति चेत् सत्यं. तत्र चराम आचराम, चराम इति सत्यं, चरामः चराम आचराम. अतः तत्र किन्तु रूपसाम्यमस्ति खलु भगिनि तत्र? आं महोदय, द्वे अपि आम इति एव. अतः तत्र एकं सत्यमेव, तत्र एकं लोट् अस्ति, अन्यत् तत्र विधिलिङ्ग. अस्तु, इदानीम् अग्रे सरम. तर्हि भगिनि भवती एव तत्र अग्रे आरम्भं करोति वा? आम्. एतानि वाक्यानि सावधानतया उच्चैः पठत. छात्रेण श्लोकः पठ्यते, बालेन चाकलेहः खाद्यते. कति वाक्यानि? अस्तु भगिनि, तत्र एकं कुर्मः. तत्र छात्रेण श्लोकः पठ्यते इति तत्र कर्तृरूपं किं भवेत् इति वदति वा? आम्, छात्रः श्लोकं पठति इति. समीचीनम्. अस्तु, इदानीं तत्र एतानि वाक्यानि सावधानतया उच्चैः पठत इति, तत्र कर्मणि रूपं किम् अस्ति? इदानीं प्रायशः न जानीमः, यतोहि तत्र पठत इति लोट् लकारः अस्ति, तत्र लोट् लकारः अस्ति. अतः अस्तु, तर्हि केवलं तत्र पठतु अस्ति चेदपि वयं न कर्तुं शक्नुमः इदानीं, किन्तु अग्रे गत्वा कुर्मः. अस्तु, इदानीं तत्र अस्तु, तत्र छात्रः श्लोकं पठति चेत् अस्तु, अग्रे कुर्मः. तर्हि अस्तु, द्वितीयवाक्यं भगिनि, बालेन किं महोदय? बालेन इति वाक्यं कृते, बालेन चाकलेहः खाद्यते, बालः चाकलेहं खादति इति. अस्तु, समीचीनं. अस्तु, इदानीं तत्र बालाः अस्ति चेत् तत्र किं भवति भवत्याः वाक्ये? बालाः चाकलेहं खादन्ति, बालाः चाकलेहं खादन्ति भवति, खादन्ति. इदानीं तस्य तत्र कर्मणि भवति चेत् बालैः चाकलेहः खाद्यते एव भवति इति. समीचीनम्. अस्तु, उत्तमं. किन्तु बालैः चाकलेहाः खाद्यन्ते इति भवति. कस्य कर्तृवाक्यस्य तत्र चाकलेहः खाद्यते इति अस्ति. चाकलेहः इत्यस्य बहुवचने भवति चेत् खाद्यन्ते इति भवति किल महोदय? हा इति सत्यं. हा सत्यम् उत्तमम्. अस्तु अस्तु अग्रे उषा भगिनी अग्रे. मया फलरसः पीयते इति कर्मणि प्रयोगे अस्ति. कर्तरिप्रयोगे अहं फलरसं पिबामि. हा अस्तु अग्रे. तेन भिक्षा त्यज्यते. कर्तरिप्रयोगे सः भिक्षां त्यजति. हा इति अस्ति समीचीनम्. अस्तु अग्रे वेदा भगिनी. आं महोदय. अस्माभिः देवः अर्च्यते. अस्माभिः वयं देवम् अर्चन्ति वयम् इति वेट् वन् सेकेण्ड् महोदय. अर्च्यते तत्र अर्चति अर्चामः. वयं देवम् अर्चामः. नेत्रा देशः रक्ष्यते. नेत्रा देशः रक्षते. नेता देशं रक्षति. हा नेता देशं रक्षति समीचीनं भगिनि. हा उत्तमम् अस्तु अग्रे हर्षदा भगिनी अग्रे. युष्माभिः सत्कार्यं क्रियते. यूयं सत्कार्यं अरे बापे क्रूक्रियापदस्य करोषि कुरुतः कुरुतः कुरुतः यूयं है कुरुतः कुरुतः. भवद्भिः चोरः हन्ता कुरुतः न कुरुतः कुरुतः कुरुतः हा कुरुतः कुरुतः द्विवचने युवां कृते. आमां कन्फ्यूजन् अभवत्. भवद्भिः चोरः ताड्यते. भवन्तः चोरं ताडयन्ति. हा भवन्तः चोरं ताडयन्ति ताडयन्ति ताडयन्ति समीचीनम्. हा अस्तु अग्रे तत्र सुजाता भगिनी अग्रे. आं महोदय. कविना गीतं रच्यते. कविः गीतं रचयति. हा समीचीनं. हा अग्रे. भवत्या कार्यक्रमः अवलोक्यते. भवती कार्यक्रमं अवलोकते. हा इति अस्ति. तत्र एकः अंशः तत्र वक्तव्यः नाम तत्र कर्मणि प्रयोगे सर्वदा आत्मनेपदी धातु रूपमेव भवति. तत्र क्लेशः भवति. तत्र मूलक्रियापदं कर्तृप्रयोगे तत् परस्मैपदी वा आत्मनेपदी वा इति तत्र अतः पूर्वज्ञानम् अपेक्षितमस्ति. नो चेत् तत्र केवलं दृष्ट्वा तत्र किं रूपं भवेत् इति तत्र न ज्ञातुं शक्नुमः. किन्तु पूर्वज्ञानं भवेत्. हा समीचीनम्. अवलोकते इति अवलोकते इति जानीमः. अतः तत्र अवलोक्यते इति. अस्तु समीचीनं भगिनि. हा अस्तु अग्रे ललिता भगिनी अग्रे कर्तुम् इच्छति वा? आं महोदय. अध्यापकेन ग्रन्थः इति. अध्यापकेन ग्रन्थः लिख्यते. अध्यापकः ग्रन्थं लिखति. हा समीचीनम्. हा अस्तु अग्रे. सुधया फलानि इष्यन्ते. सुधा फलानि इच्छति. हा इति एव अस्ति समीचीनम्. अस्तु इच्छति. समीचीनं भगिनि. अस्तु अग्रे अपर्णा भगिनी. धन्यवादः. धन्यवादः भगिनि. आं महोदय. मित्रेण लेखन्यः नीयन्ते मित्रं लेखनीः नीयते नयति हा नयति हा समीचीनं मित्रं लेखनीः नयति हा लेखनीः इति समीचीनं नदीः द्वितीयविभक्त्यन्तं बहुवचनं समीचीनम् अग्रे दुर्जनैः सज्जनाः निन्द्यन्ते दुर्जनाः सज्जनान् निन्दन्ति निन्दन्ति इति उत्तमं हा धन्यवादः भगिनि हा अस्तु अग्रे नरेश् महोदय त्वया कथाः उच्यन्ते त्वं कथां वदति वदति तत्र वदसि इति प्रायश स्वीकुर्मः किन्तु तत्र साक्षात् तत्र वच् इति धातुः अस्ति महोदय वच् हा तत्र तत् किञ्चित् विशेषरूपमस्ति वदसि इति अर्थे अस्ति किन्तु तत्र साक्षात् रूपमस्ति वक्षि वक्षि तत्र कथाः कथाः एव भवन्ति किल महोदय कथाः हा तत्र नरेश् महोदय किम् उक्तवान् पूर्वं त्वं कथा तु कथाः कथाः अस्ति अहं उक्तवान् कथां परन्तु अत्र कथाः समीचीनं कथा एकवचने आसीत् चेत् कथाम् इति उत्तमं किन्तु कथाः इति बहुवचने अस्ति वयं जानीमः लता लते लताः लतां लते लताः इति बहुवचनं प्रथमविभक्ति द्वितीयविभक्ति समानरूपं हा धन्यवादः शुभगिनि हा अतः तत्र महोदय तत्र वच् धातोः रूपाणि तत्र वयम् एतत् बहुत्र न पश्यामः यतो तत्र सर्वदा तत्र वदति इति रूपमेव पश्यामः खलु वदति वदामि इति एव किन्तु वक्ति अपि वच्मि एतत् किञ्चित् शृण्मः सः वक्ति अहं वच्मि इति किन्तु अत्र तदपि नास्ति तत्र मध्यमपुरुषे अस्ति तत्र वक्षि इति रूपं वक्षि हा वक्षि अतः वाक्यं किं भवति त्वं त्वं कथाः वक्षि वक्षि हा इति अस्ति महोदय परन्तु वच धातोः वचसि अपि रूपं भवति खलु दशमगणतः धातुः अस्ति तदैव अर्थे वचसि अपि भवति वचामि वचावः वचामः हा तदपि भवति सत्यं हा तदपि वचसि अपि भवति सत्यं भवति भगिनि किन्तु हा तदपि प्रायशः भवति हा अस्तु तत्र हा दशमे गणे वचसि चुरादिगणे अस्तु वचसि हा तदपि स्वीकर्तुं अस्तु सत्यं भगिनि हा किन्तु तत्र वच् इति अस्तु एतदपि भवितुमर्हति अस्तु भगिनि हा धन्यवादः दीप्ति भगिनि धन्यवादः हा सत्यं महोदय धन्यवादः अतः तत्र वचसि इति अपि स्वीकर्तुं शक्नुमः अस्तु समीचीनं रजकैः वस्त्राणि क्षाल्यन्ते रजकाः वस्त्राणि क्षाल्यन्ति क्षालयन्ति हा क्षालयन्ति क्षालयन्ति हा तत्र क्षालयन्ति इति अस्ति हा अस्तु समीचीनं हा धन्यवादः महोदय अग्रे तत्र हा दीप्ति भगिनी भवती एव अग्रे हा भवता पत्रिकाः स्थापयन्ते भवान् पत्रिकान् क्षम्यतां पत्रिकाः स्थापयति पुनः तत्र कर्मणि रूपम् एकवारं पठतु भगिनि भवता भवता पत्रिकाः स्थाप्यन्ते भवान् पत्रिकाः स्थापयति स्थापयति हा समीचीनं हा बालेन विषयाः ज्ञायन्ते बालः विषयान् जानाति बालः विषयान् जानाति समीचीनं भगिनि अस्तु अनन्तरम् अहम् एकं वक्तुम् इच्छामि महोदय अत्र भवद्भिः चोरः ताड्यते, अत्र भवद्भिः कर्तरिरूपं भवतः भवति खलु? कुत्र कुत्र भवन्तः ताडयन्ति भवन्तः? भवद्भिः, हा सत्यं भगिनि, भवद्भिः किमपि पुनः एकवारं तत्र कुत्र ताड्यते, भवन्तः चोरं ताडयति, तद् ताडयन्ति इति योग्यं सत्यमस्ति? अहं श्रोतुं न शक्नोमि तत्र द्वे त्रि वाक्यानि. ओ अस्तु अस्तु अस्तु, सत्यं समीचीनं भगिनि. अतः तत्र भवन्तः चोरं ताडयन्ति. अस्तु, धन्यवादः. हा समीचीनम्, अस्तु. इदानीम् एतावत् तत्र प्रायशः सर्वे उक्तवन्तः. तत्र वंशीसुरा भगिनी अन्तिमद्वयं कर्तुम् इच्छति वा? अस्तु, नो चेत् आं महोदय. एकनिमिषं महोदय, वदामि. अन्तिमद्वयं सर्वैः नियमाः तदेव तदेव महोदय, श्रूयते वा? श्रूयते वा? सर्वैः नियमाः पाल्यन्ते. अस्तु, सर्वाः नियमान् पाल्यन्ते अस्ति, पालयति, पालयन्ति, सर्वाः नियमान् पालयन्ति. तत्र प्रायशः पुल्लिङ्गे अस्ति खलु भगिनि, सर्वैः इति अस्ति चेत्? सर्वैः तत्र सर्वः, सर्वौ, सर्वे, सर्वे, सर्वे, सर्वे भवति महोदय. सर्वे नियमान् पालयन्ति, पालयन्ति. अस्तु, द्वितीयमस्ति, भवतीभिः स्पर्धाः आयोज्यन्ते. भवतीभिः इति तु स्त्रीलिङ्गे स्त्रीलिङ्गमस्ति. भवती, भवत्यो, भवत्यः स्पर्धान् आयोजयन्ति. हा, तत्र स्पर्धः इति स्पर्धाः स्त्रीलिङ्गे अस्ति वा? स्पर्धा स्त्रीलिङ्गे अस्ति यथा स्पर्धाः एव, स्पर्धा इति स्त्रीलिङ्गे अस्ति न? अस्तु, तर्हि स्पर्धाः एव भवति, भवत्यः स्पर्धाः आयोजयन्ति इति अस्ति. समीचीनं भगिनि, हा धन्यवादः. आयोजयन्ति, अस्तु, आयोजयन्ति, समीचीनं. अग्रे इदानीम् अग्रे सरामः. तर्हि तत्र भवती एव तत्र अग्रिम कर्तुम् इच्छति वा तत्र वंशीसुधा भगिनी? अस्तु महोदय, पूर्वम् अस्माभिः पठितानि वाक्यानि एतादृशानि. बालः पाठं पठति, किं करणीयं तत्र? तत्र किं करणीयं? कर्मणि रूपं वदतु तत्र. अस्तु महोदय, बालेन पाठः पठ्यते इति रूपं भवति. अहं कार्यं करोमि, अहं कार्यं करोमि, तत्र मया कार्यः क्रियते. कार्यः कार्यं वा तत्र नपुंसक कार्यं वा कार्यं नपुंसकलिङ्गं वा कार्यं वा कार्यः वा महोदय? कार्यक्रमः कार्यमेव नपुंसकलिङ्गं. तर्हि मया कार्यं क्रियते. अस्तु, धन्यवादः महोदय. मया कार्यं क्रियते इति भवति महोदय. अस्तु, त्वं मन्त्रान् स्मरसि. तत्र तु, ओ तत्र तु परस्मैपदे कर्मणि प्रयोगे त्वया मन्त्रः स्मर्यते. मन्त्राः खलु, मन्त्रान्, मन्त्राः न, मन्त्रान् त्वया, क्षम्यतां, त्वया मन्त्राः स्मर्यन्ते इति अस्ति. समीचीनं, त्वया मन्त्रा बहुवचनरूपमस्ति न? त्वया मन्त्राः, हा त्वया मन्त्राः स्मर्यन्ते इति अस्ति. समीचीनं भगिनि, हा धन्यवादः. अस्तु, अग्रे तर्हि तत्र वेदा भगिनी इदानीं तत्र छात्रः विषयं जानाति, छात्रेण विषयः जानाति तत्र ज्ञास्यते वा न पूर्वम् एतत् कृतमस्ति कर्मणि रूपं दृष्टमस्ति अस्माभिः जानीयते वा न छात्रा उपरि उपरि वाक्यानि पश्यतु कुत्र महोदय उपरि उपरि जानाति कापयति रक्षति रक्षति क्रियते रक्षति इष्यन्ते नीयन्ते ज्ञायन्ते ज्ञायन्ते ज्ञायते छात्रः छात्रेण विषयः ज्ञायते हा समीचीनम् अस्तु ज्ञायते ओके वयं देवं नमामः वयं वयं देवं नमामः अस्माभिः देवः नमामः अस्माभिः देवः नम्यते नम्यते अस्तु अन्य यूयं विद्यालयं गच्छत यूयं मध्यमपुरुष युवां यूयं बहुवचने तत्र तस्य किं युष्माभिः विद्यालयः युष्माभिः विद्यालयः गच्छति न विद्यालयः कर्तृपदं कर्मपरं पदमस्ति न महोदय तस्य कर्मणि प्रयोगे तस्य रूपं धातुरूपं तस्य अनुसृत्य भवति न तदेव गच्छति इति वदति न किन्तु तत्र कर्मणि क्रियापदस्य कर्मणि रूपं भवेत् खलु आम् तत्र गच्छति ओके अहं विपरीतरूपेण कृतवती क्षम्यतां महोदय ओके अस्मा युष्माभिः विद्यालयः गम्यते हा गम्यते हा इति समीचीनम् अस्तु हा तत्र मम मध्यमपुरुषे महोदय विद्यालयं वा विद्यालयस्य कृते कर्मणि प्रयोगे धातुः अस्ति न तिङन्तरूपं शोभा भगिनी कः प्रश्नः विद्यालयं गम्यते सम्यक् विद्यालयः गम्यते विद्यालयः आम् विद्यालयः गम्यते हा मम मनसि तत्र प्रश्नः अस्ति तत्र पूर्वं वाक्यं युष्माभिः इति सत्कार्यं क्रियते इति तत्र किम् उक्तमासीत् तत्र कुत्र महोदय पूर्वं तत्र युष्माभिः सत्कार्यं क्रियते इति आसीत् वाक्यं सत्कार्यं कुत्र अस्ति उपरि तत्र कर्तृरूपं किम् उक्तं तत्र हर्षदा भगिनी भवती उक्तवती वा यूयं सत्कार्यं कुरुथ हा यूयमेव भवति खलु युवाम् इति नास्ति खलु तत्र यूयं हा युवां तत्र द्विवचने युवाभ्यां भवेत् खलु आमाम् अतः तत्र अहं प्रथमं युवाम् उक्तवती अनन्तरं यूयम् उक्तवती हा तत्र अस्माकं मनसि क्लेशः आसीत् अतः एव इदानीं तत्कारणे एव महोदय प्रथमम् अहं कुरुतः उक्तवती अनन्तरं कुरुतः उक्तवती अहं त्रुटि कृतवती इदानीं समीचीनमस्ति अस्तु हा उत्तमम् अस्तु हर्षदा भगिनी अग्रे इदानीं तत्र अधोभागे एतानि वाक्यानि परिशीलयति एतानि वाक्यानि परिशीलयत् कर्तरिप्रयोग कर्मणि प्रयोग बालः पाषाणं क्षिपति बालेन पाषाणः क्षिप्यते सेवकः इदानीं तत्र बालः पाषाणं क्षिपति इदानीं बहुवचने कर्तृपदस्य बहुवचनं करोतु कर्तृप्रयोग बालाः पाषाणं क्षिपन्ति हा इदानीं कर्मणि प्रयोगे तस्य नूतनवाक्यस्य बालैः पाषाणः क्षिप्यते हा इति अस्ति समीचीनम् अस्तु अग्रिम सेवकः धनम् इच्छति सेवकेन धनम् इष्यते सेवकाः धनम् इच्छन्ति सेवकैः धनम् इष्यते इति अस्ति अस्तु इदानीं तत्र त्वम् इति स्वीकरोतु तत्र त्वं धनम् इच्छसि त्वया धनम् इष्यते इति भवति समीचीनं हा अस्तु धन्यवादः अस्तु धन्यवादः आं महोदय सा शाटिकां क्षालयति कर्मणि प्रयोगे तया शाटिका क्षाल्यते कर्तरि बहुवचनं सा ते ताः शाटिकां क्षालयन्ति तया तैः ताभ्यां तैः तैः ताभिः न ताभिः शाटिका क्षाल्यते हा तत्र किमर्थं तैः नास्ति भगिनि उषा भगिनि तैः सह तौ ते हा इति समीचीनं पुल्लिङ्गे अस्ति हा अस्तु इदानीं तत्र शाटिकाम् इति स्थाने सा शाटिकां क्षालयति इति शाटिकाम् इति तस्य बहुवचनरूपं वदतु शाटिकां कर्मपदमस्ति शाटिका स्त्रीलिङ्गे अस्ति न महोदय शाटिका शाटिके शाटिकाः किं वदनीयं महोदय कर्मपदस्य बहुवचनं रूपं स्वीकृत्य कर्तृवाक्यं वदतु प्रथमतया सा शाटिकाः क्षालयति इदानीं कर्मणि रूपं सा तया कर्मपदं न शाटिकान् न शाटिकाः क्षाल्यते वाक्यं किमस्ति पूर्णवाक्यं तया शाटिकाः क्षाल्यन्ते न महोदय इति वा किं भवत्याः चिन्तनं किम् इति वदतु तया शाटिकाः बहुवचनम् अस्ति क्षाल्यन्ते हा इति एव समीचीनम् अतः अस्माकं नियमः सः एव आसीत् खलु आं महोदय पदं कर्मपदम् अनुसरति कर्मणि प्रयोगे अतः शाटिकाः झटिति कर्तुं किञ्चित् समयः तथैव अभ्यासः चिन्ता मास्तु हा अतः तया शाटिकाः क्षाल्यन्ते समीचीनं हा अस्तु अग्रे तत्र शोभगिनी अग्रे आं महोदय अहं लेखनीं नयामि मया लेखनी नीयते हा मया लेखनी नीयते अस्तु तत्र बहुवचनं लेखनी इति स्थाने बहुवचनं लेखनीः इति एव भवति तत्र मया लेखनीः न न अहम् इति प्रथमतया वदतु अहं लेखनी लेखन्यः नदीः अहं लेखनीः नयामि इदानीं कर्मणि रूपं मया लेखनीः नीयन्ते नीयते नीयन्ते अस्तु मया इति नीयन्ते इति समीचीनं तत्र लेखनीः किमर्थं लेखनीः विभक्ति तत्र बहुवचने कर्मपदं न किन्तु लेखन्यः क्षम्यतां लेखन्यः नीयन्ते हा इति समीचीनं हा अस्तु हा एतदेव अस्ति हा अस्तु अग्रे बालिकाः प्रश्नं लिखन्ति तत्र बालिकाभिः प्रश्नः लिख्यते हा इति अस्तु समीचीनम् इदानीं तत्र त्वम् इति स्थापयतु त्वं प्रश्नं लिखसि त्वया प्रश्नः लिखसि अस्ति चेत् लिख् लिखे किं भवति तत्र महोदय पश्यामि लिख्यसे भवति किमर्थं किमर्थम् इत्युक्ते लिख्यते कर्मणि प्रयोगे एकनिमिषः क्षम्यताम् अस्तु तत्र नियमः कः भगिनि तत्र कर्म कर्मणि प्रयोगे तत्र क्रियापदं न कर्तृपदं न कर्मपदमेव अनुसरति तत्र एव अस्तु त्वं त्वया कुत्र तत्र प्रश्नः त्वं प्रश्नं लिखति लिखसि अस्ति चेत् तत्र प्रश्नम् इति अनुसृत्य भवति अतः तत्र त्वम् अथवा किमपि अस्ति चेदपि भिन्नः न त्वया प्रश्नः लिख्यते एव हा इति समीचीनम् मस्तिष्कस्य एरोबिक्स् महोदय इतः ततः गन्तव्यं शीघ्रेण किञ्चित् भ्रमः वर्तते एव किन्तु आम् आम् महोदय योगः एव तत्र यदि तत्र उपन्यासं यत् किमपि शृण्मः कर्मणि रूपम् एव वयं शृण्मः हा अत्र एकं रूपं स्वीकृत्य वदामः तु चिन्ता मास्तु परन्तु झटिति यदि परिवर्तनं कुर्मः चेत् तत्र किञ्चित् भ्रमः वर्तते एव महोदय सत्यं किन्तु भगिनी तत्र किम् अस्ति तत्र यदि अभ्यासः अस्ति नाम कर्मणि प्रयोगरूपं श्रुत्वा श्रुत्वा तेन एव तत्र सर्वम् अवगन्तुं शक्नुमः चेत् चिन्ता मास्तु आम् आम् किन्तु वयं साधारणतया किं कर्तृरूपस्य माध्यमेन एव तत्र वयम् अवगच्छामः खलु आम् सत्यं सत्यं तदेव आधिक्येन तत्र तस्य प्रयोगः एव अस्माभिः श्रुतः अतः महोदय महोदय अहं तु एतत् सर्व व्याकरणं भाषाप्रवेश द्वितीयकृते कृतवती अस्मि प्लस् शिक्षा कृते शिक्षापर्यन्तमपि अहं कृतवती अस्मि परन्तु प्रातः षड्वादने एरोबिक्स् बहु कठिनं भवति सत्यं भगिनि अस्तु उत्तमम् अस्तु अग्रे सुजाता भगिनि आं महोदय बालि भवान् घटीः पश्यति भवान् भवद्भिः तत्र भवान् घटीः पश्यति तत्र कर्मणि प्रयोगे किम् अस्ति इति एकवारं पठतु भगिनि कर्मणि प्रयोगे भवता घट्यः दृश्यन्ते हा इति अस्ति समीचीनम् अस्तु इदानीं तत्र घटिः इति पदस्य वचनं किम् स्त्रीलिङ्गम् अस्ति घटिः वचनं घटी बहुवचनम् हा समीचीनम् अस्तु इदानीं तत्र एकवचने वदतु तत्र कर्मपदं भवान् घटी पश्यति एकवचने किम् अस्ति घटीं हा घटीं हा समीचीनं हा घटीं भवान् घटीं पश्यति इदानीं तस्य कर्मणि प्रयोगः तस्य किं महोदय भवता घटी दृश्यते हा उत्तमं भगिनि हा भवता घटी दृश्यते इति समीचीनम् अस्तु अस्तु अग्रे धन्यवादः अग्रिमं करोतु भगिनि हा त्वं करोमि महोदय त्वम् आसन्दं आसन्दान् मार्जयसि कर्मणि प्रयोगे त्वया आसन्दाः मार्जन्ते हा इदानीं तत्र अहम् इति स्वीकरोतु तत्र अहम् आसन्दान् मार्जयामि. इदानीं कर्मणि प्रयोगे, कर्मणि प्रयोगे अहम् अस्माभिः, न न अहम् इति स्थाने मया, मया क्षम्यतां महोदय, मया आसन्दाः आसन्दाः मार्ज्यन्ते. हा मार्ज्यन्ते एव तिष्ठति, समीचीनं. मया आसन्दाः मार्ज्यन्ते इति एव समीचीनं. हा अस्तु, अग्रे दीप्ति भगिनी. धन्यवादः महोदय. वयम् आपणं गच्छामः, अस्माभिः आपणः गम्यते. हा इदानीं तत्र आपणम् इति स्थाने बहुवचनं आपणानि, क्षम्यताम् आपणान्. वयम् आपणान् गच्छामः, अस्माभिः आपणाः गम्यन्ते. गम्यन्ते, अस्तु. तत्र पुनः तत्र सः आपणं गच्छति, सः आपणं गच्छति, तया क्षम्यतां तेन आपणं, तेन आपणः गम्यते. तेन आपणः गम्यते, अस्तु समीचीनं. हा अस्तु, इदानीं तत्र अग्रिमे पुटे यदस्ति अपि तस्य अग्रिमे अपि यत् अस्ति तत् सर्वं वयं पठितवन्तः इति मन्ये. तत्र हा अतः तत्र अग्रे सरम भगिनी, तत्र अग्रिमपुटे 121 मध्ये अभ्यासः यः अस्ति तद् आरम्भं करोति वा, तस्य आरम्भं करोति वा. पठामि वा? हा पठतु भगिनि. अधः क्रियापदैः सह मूलधातवः अपि निर्दिष्टाः सन्ति, तेषां यथा निर्देशं कर्मणि रूपं लिखत. पठति धातु पठ, पठ अधिक य अधिक ते, पठ्यते. हा समीचीनम्. इदानीम् अग्रे जपति धातु जप, जप अधिक य अधिक ते, जप्यते. हा इदानीं तत्र मध्यमपुरुषे वदतु रूपत्रयं. मध्यमपुरुष कर्मणि रूपाणि, कर्मणि कर्मणि कर्मणि रूपं. हा जप्यसे, जप्येथे, जप्यध्वे. हा जप्यसे, जप्येथे, जप्यध्वे, समीचीनं. जप्यध्वे, हा समीचीनं भगिनि. हा अस्तु, अग्रिममपि आप्नोति. आप्नोति धातु आप, आप अधिक य अधिकते, आप्यते. मध्यमपुरुषरूपाणि अपि. इदानीं तत्र उत्तमपुरुषरूपं वदतु. आप्ये, आप्यावहे, आप्यामहे. आप्यामहे इति समीचीनं. हा धन्यवादः भगिनि. हा अस्तु, अग्रे नरेश महोदय. आं महोदय. पश्यति, पश्यति दृश्यते. इदानीं तत्र हा दृश्यते इति अस्ति. इदानीं तत्र सः तौ ते उपयुज्य वदतु. तत्र सः सः इति नास्ति, सः सः पश्यति, किन्तु तत्र इदानीं कर्मणि रूपे तेन, तेन दृश्यते. ताभ्यां दृश्येते. तत्र अस्तु महोदय, क्षम्यताम्, एतत्तु हा तत्र ताभ्यां दृश्यते इति न भवति, यतोहि तत्र ताभ्याम् इति कर्तृपदस्य अस्ति. अतः तत्र एतत् स्वीकुर्मः महोदय, तत्र सः वृक्षं पश्यति, सः वृक्षं पश्यति, सः वृक्षौ पश्यति, सः वृक्षान् पश्यति. अतः तत्र तेन, सर्वदा तेन, इदानीं तत्र वदतु तेन, तेन वृक्षः दृश्यते. तेन वृक्षौ दृश्येते. तेन वृक्षाः दृश्यन्ते दृश्यन्ते इति अस्ति समीचीनं महोदय अस्तु अग्रिमं जानाति हा जानाति ज्ञायते ज्ञायते हा समीचीनम् इदानीं तत्र विषयः इति स्वीकृत्य सः विषयं जानाति सः विषयं जानाति तेन विषयः ज्ञायते तेन विषयौ ज्ञायेते तेन विषयाः ज्ञायन्ते हा इति अस्ति समीचीनं हा धन्यवादः महोदय अस्तु अग्रे ललिता भगिनी आम् इदानीं तत्र पुनः तत्र जानाति एव किन्तु इदानीं तत्र सः त्वं जानाति सः इति तत्र त्वं युवां यूयम् इति तत्र कर्मपदम् इति स्वीकरोतु तत्र अतः तत्र सर्वदा सः सः त्वां जानाति इति आरभ्य कर्मणि सः त्वां जानाति हा इदानीं कर्मणि रूपं तेन तेन सः ज्ञायते न तेन त्वां तेन त्वं तेन त्वं त्वं युवां युवं तेन त्वं ज्ञायते किन्तु त्वम् इति कर्मपदमस्ति चेत् पुरुषः कः इदानीं क्रियापदं कर्मणि प्रयोगे कर्मपदम् अनुसरति खलु आम् कर्मपदं किमस्ति अस्मिन् वाक्ये त्वं खलु त्वं त्वं ज्ञायसे हा तेन त्वं ज्ञायसे हा तेन त्वं ज्ञायसे हा पुनः तत्र तेन युवां तेन युवां ज्ञायेते हा समीचीनं हा तेन युवां ज्ञायेते तेन यूयं ज्ञायध्वे हा इति अस्ति समीचीनं हा इदानीं तथैव तत्र अहम् इति सः मां जानाति इति तस्य कर्मणि रूपं वदतु तेन सः मां जानाति तेन अहं मया न तेन तेन अहं तेन तेन मां तेन अहं तेन अहं तेन अहं ज्ञायसे ज्ञायसे ज्ञायसे ज्ञाये हा तेन अहं ज्ञाये तेन अहं ज्ञाये तेन अहम् आवां ज्ञायावहे तेन वयं ज्ञायामहे हा इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे अग्रिमम् इच्छति इच्छति इष्य प्लस् या प्लस् ते इष्यते इष्यते अस्तु हा इदानीं तत्र हा सा ग्रन्थम् इच्छति सा ग्रन्थम् इच्छति कृपया वदतु महोदय पुनः वदतु ग्रन्थम् इच्छति आम् कर्मणि रूपं कर्मणि रूपं सा तया ग्रन्थः इष्यते हा इदानीं द्विवचने बहुवचने तया तया ग्रन्थौ इष्यन्ते इष्यते इष्यते त्वया ग्रन्थाः तया ग्रन्थाः इष्यन्ते इति अस्ति समीचीनं भगिनि हा उत्तमम् अस्तु धन्यवादः अस्तु भगिनि आं महोदय हा जिघ्रति घ्रायते हा घ्रायते इति तत्र एकवारं तत्र नवरूपाणि वदतु भगिनि तत्र घ्रायते घ्रायेते घ्रायन्ते घ्रायसे घ्रायेथे घ्रायध्वे घ्राये घ्रायावहे घ्रायामहे हा इति समीचीनम् अस्तु अग्रिमम् अग्रिमं सहते सह धातु सह अधिक य अधिक ते कर्मणि रूपं भवति सह्यते सह्यते अस्तु इदानीं तत्र सा त्वं सहते इति सा त्वं सहते इति तत्र कर्मणि रूपं कर्मपदस्य द्विवचनं बहुवचनम् इति स्वीकृत्य वदतु सा त्वं सहते सा त्वं सहते सा त्वाम् इति भवेत् किल क्षम्यतां हा क्षम्यतां धन्यवादः हा सा त्वां त्वां सहते हा इति तया त्वं सहसे सह्यसे न न न सहसे एव तया तया त्वं सा त्वां सहते सा त्वां सहते कर्मणि रूपं वा हा कर्मणि वदतु तया त्वं तया त्वं सह्यसे सह्यसे सह्यसे हा सह्यसे समीचीनं त्वया तत्र तया त्वं सह्यसे सह्यसे इदानीं द्विवचने बहुवचने तया तया युवा युवां युवाभि केवलं युवां कर्मणि रूपमेव वदतु तया युवां सह्येथे हा इति समीचीनं हा बहुवचने तया यूयं सह्यध्वे हा इति समीचीनं भगिनि हा तावदेव अस्ति अस्तु उत्तमम् अस्तु अग्रे वंशी सुधा भगिनि वंशी सुधा भगिनि अस्तु तर्हि महोदय अहम् अग्रिमं करोमि महोदय अधुना कोऽपि अग्रिमं करोमि अस्तु शोभा भगिनी अग्रे तर्हि आं महोदय तत्र वन्द वन्द वन्द इति धातुः वन्दते तत्र किं वाक्यं किं महोदय प्रथमतः कर्मणि रूपं वन्दते इति अस्य वन्द्यते इति भवति वन्द्यते वन्द्येते वन्द्येते वन्द्यन्ते वन्द्यते वन्द्येत् अस्तु इदानीं तत्र एतत् स्वीकुर्मः तत्र हा तत्र कविः देवं वन्दते कविः देवं वन्दते कविना देवः वन्द्यते वन्द्यते इदानीं देवः स्थाने तत्र द्विवचने बहुवचने कविना देवौ वन्द्येते कविना देवाः वन्द्यन्ते हा इति एव अस्ति समीचीनम् अस्तु अग्रे अग्रे सेव सेव् इति धातुः सेव्यते इति रूपं सेव्यते इति कर्मणि भवति सेव्यते सेवे अस्तु तत्र गुरुः तत्र बालिका गुरुं सेवते सेवते बालिका गुरुं सेवते बालिकया गुरुः सेव्यते सेव्यते हा इदानीं गुरुः इति द्विवचने बहुवचने बालिकया गुरुः गुरु बालिकया गुरुः सेव्यते गुरु सेव्यते न न क्षम्यतां बालिकया गुरु सेव्येते अपि च बालिकया गुरवः सेव्यन्ते सेव्यन्ते इति अस्ति समीचीनं हा अस्तु अग्रे उषा भगिनी आं महोदय वीक्षते इति रूपं वियोगः ईक्ष् ईक्ष् धातु ईक्ष्यते इति भवति वा महोदय ईक्ष्यते ईक्ष्येते ईक्ष्यन्ते ईक्ष्यते अस्तु अस्तु अस्तु अस्तु अस्तु हा तत्र वीक्ष्यते इति रूपम् अस्तु वीक्ष्यते अस्तु इदानीं तत्र अस्तु तत्र किं कुर्मः तत्र कविः कविः चित्रं वीक्षते कविः चित्रम् अस्तु कविः चित्रं वीक्षते बि उपसर्गः अस्ति खलु कविना चित्रः चित्रं चित्रमेव चित्रमेव कविना चित्रम् ईक्ष्यते बि उपसर्गः अस्ति भगिनि अतः कविना चित्रं वीक्ष्यते इदानीं द्विवचने बहुवचने कविना कविभ्यां न चित्रम् इति पदस्य एव तत्र द्विवचनं बहुवचनम् ओ चित्रं चित्रे चित्राणि कविना चित्रे वीक्ष्येते कविः कविना चित्राणि वीक्ष्यन्ते हा समीचीनम् इदानीं तत्र चित्रम् इति एव भवेत् किन्तु तत्र कवयः इति तत्र कविः वीक्ष्यते कवि वीक्ष्ये तत्र किं भवति कर्तृरूपं वदतु तत्र कविः कवि कवयः इति कविः चित्रं वीक्षते वीक्षते इदानीं कविः अस्ति चेत् द्विवचने कर्तृरूपं कर्तरिरूपं वा महोदय कविः कवि चित्रं वीक्ष्येते इति हा समीचीनं कवयः कवयः चित्रं वीक्ष्यन्ते वीक्षन्ते वीक्षन्ते यकारः मास्तु खलु वीक्षन्ते वीक्षन्ते हा समीचीनम् अस्तु अतः तत्र कविः वा तत्र कवी अथवा कवयः वीक्षते वीक्षेते वीक्षन्ते इति अस्तु इदानीं तत्र वाक्यत्रयम् उक्तवती इदानीं तस्य कर्मणि रूपं वदतु तत्र तर्हि कविना चित्रं वीक्ष्यते कविना चित्रं वीक्षते कविना चित्रे वीक्ष्येते कविना चित्रं वीक्षन्ते कविः कवि कवयः अस्ति खलु कर्मणि रूपं वदामि वा महोदय कर्मणि रूपमेव अतः तत्र इदानीं कविना चित्रं वीक्ष्यते इति एकम् इदानीं कवि इति अस्ति कर्तृपदस्य द्विवचनं कर्मणि वदनीयं वा कर्तृवदनीयं वा महोदय कर्मणि किन्तु कर्तृमध्ये कवि इति आसीत् तस्य कर्मणि वक्तव्यं खलु कविभ्यां कविभ्यां कविना कविभ्यां कविः कविभिः कविभिः कविना चित्रं वीक्ष्यते कविभ्यां चित्रं वीक्ष्येते किमर्थम् कर्मणि प्रयोगे कर्मपदम् अनुसरति खलु महोदय कविना कविभ्यां चित्रं नो कविना चित्रं वीक्ष्यते खलु आं महोदय कविभ्यां कविभ्याम् इति अस्ति चेत् चित्रं कविभ्यां चित्रं वीक्ष्यते वीक्ष्यते वीक्ष्यते एव वीक्ष्यते न वीक्ष्यते कविभ्यां चित्रं वीक्ष्यते कविभिः कविभिः चित्रं वीक्ष्यते वीक्ष्यते एव हा इति इदानीं मनसि क्लेशः मास्तु खलु आं महोदय हा समीचीनम् अस्तु तत्र अस्तु तत्र हर्षदा भगिनी गतवती इति मन्ये अस्तु तर्हि अग्रे तत्र अहं करोमि वा महोदय अस्तु भगिनि करोतु भगिनि हा अधुना कर्तुं शक्नोमि लभते न हा लभते इति हा अस्तु लभते लभ्यते इति अस्ति इदानीं तत्र लभते तत्र हा भक्तः देवं लभते भक्तः देवं लभते भक्तेन अस्तु तत्र स्वर्गं लभते इति स्वीकुर्मः भक्तः भक्तः स्वर्गं लभते स्वर्गम् इति नपुंसकलिङ्गं वा महोदय नो चेत् पुल्लिङ्गः अस्तु त्यजामः तर्हि देवम् न जानामि अस्तु देवं भक्तः देवं लभते भक्तेन देवः लभ्यते इति कर्मणि रूपमस्ति इदानीं तत्र देवः देवौ देवाः इति अस्तु भक्तेन देवौ लभ्येते भक्तेन देवाः लभ्यन्ते हा इति अस्ति समीचीनम् अस्तु इदानीं तत्र इदानीं भक्ताः इति स्वीकृत्य अस्तु महोदय भक्तः भक्तौ भक्ताः अस्तु यदि भक्ताः भक्ताः इति स्वीकुर्मः चेत् तत्र भक्तैः देवः लभ्यते नो चेत् भक्तौ भक्तौ इति चेत् भक्ताभ्यां देवः लभ्यते इति एव अस्ति समीचीनं अस्तु अस्तु महोदय प्रायः एकनिमेष एव अस्ति किन्तु तत्र अस्तु अग्रिमं तत्र अस्ति करोति वा आरम्भं करोति वा आरम्भं करिष्यामि वा महोदय अधस्तनकर्तरि प्रयोगवाक्यानि कर्मणि प्रयोगवाक्यत्वेन परिवर्त्य लिखत कर्तृप्रयोगः अस्ति उदाहरणम् अर्जुनः प्रश्नं पृच्छति पृच्छति धातुः अस्ति अर्जुनेन प्रश्नः पृच्छ्यते इति उदाहरणमस्ति कर्मणि प्रयोगे वैश्वानरः अन्नं पचति पच्यति धातुः अस्ति वैश्वानरेण अन्नं पच्यते इति अन्नम् इति नपुंसकलिङ्गमस्ति अतः पच्यते इति भवति समीचीनम् अस्तु अग्रे सः राज्यं न इच्छति तेन राज्यः न इष्यते राज्यमेव न अस्तु तेन राज्यं न इष्यते तेन राज्यं न इष्यते एषः विषयं जानाति तद् एषः विषयं जानाति एतेन भवति वा एतेन एतेन विषयः ज्ञायते ज्ञायते इति समीचीनम् अस्तु महोदय अस्तु तत्र भवती वा अन्ते तत्र शान्तिमन्त्रं वदति वा आं महोदय वदिष्यामि अस्तु ॐ भद्रं कर्णेभिः शृणुयाम देवाः क्षम्यतां महोदय ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरं रङ् क्षम्यतां महोदय किञ्चित् ध्वनि यदि चिन्ता मास्तु भगिनि चिन्ता मास्तु अस्तु एकनिमिषं महोदय क्षम्यतां ओ न करोमि वा महोदय किञ्चित् करोतु ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मावतु तद्वत्कारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ हरिः ॐ गुरुभ्यो नमः धन्यवादः महोदय धन्यवादः सर्वेभ्यो नमः धन्यवादः धन्यवादः पुनर्मिलामः।